नमः सर्वेभ्य समासचिन्तनवर्गे सर्वेषां स्वागतम्। अत्र पूर्णगुणसुहितार्थसदव्येतव्यसमानाधिकरणे इति सूत्रस्य पठनं प्रचलन् अस्ति। अत्र अनित्योऽयं गुणेन निषिद्धः तदशिष्यं संज्ञाप्रमाणत्वात् इति निर्देशात् इति अस्ति। तत्र सूत्रमस्ति तदशिष्यं संज्ञाप्रमाणत्वात् इति सूत्रे संज्ञाप्रमाणत्वादिति पदं श्रूयते। तस्य समस्तपदस्य विग्रहवाक्यं संज्ञायाः प्रमाणत्वम् इति। अस्मिन् समासे संज्ञायाः इति षष्ट्यन्तं षष्ट्यन्त्यस्य प्रमाणत्वम् इति गुणवचनशब्देन सहस्कृता पाणिना। अत्र कथं षष्टिसमासः प्राप्तः? यतोहि प्रमाणत्वम् इति गुणवाचकः इति कृत्वा समासनिषेधः स्यात्। पूर्णगुणसुहितार्थसदव्येतव्यसमानाधिकरणेन इति सूत्रेण अयं समस्तप्रयोगः एव अस्मान् ज्ञापयति यत् पूर्णगुणसुहितार्थसदव्येतव्यसमानाधिकरणेन इति सूत्रस्य द्वारा गुणवाचीशब्दस्य विषये निषेधः अनित्यः वर्तते। अर्थात् कुत्रचित् समासनिषेधे निषेधः क्रियते, कुत्रचित् समासनिषेधः न क्रियते इति। गुणवाचकशब्देन सह षष्ठीसमासनिषेधस्य अनित्यत्वात् केषुचित् स्थलेषु षष्ठीसमासः दृश्यते, यदा अर्थस्य गौरवम् अर्थगौरवं बुद्धेमान्द्यं बुद्धमान्द्यम् इत्यादयः। अत्र अनित्योऽयं Then last class where we started sankhyanam vishaye samaso nishithyah vimshati also we did in the last class because these two the guna charts she had added. Where we started was that karika for that gunartha with the bhashyam statement, and then that there is a karika that you first read and then I read, and then and then we talked about chandana gandha. Tadis tatasya gune shishti samasyate iti vacha vaktavyam tadasti tatra eva guna chandana guna chantanasya tatya purvam she has added two sankhya vishaye ekamasti patati va. नामलिङ्गानुशासने एवम् उक्तं सङ्ख्याः सङ्ख्येये हि आ दश त्रिषु एकाधिकनवदशपर्यन्ताः सङ्ख्याः सङ्ख्येयेषु वर्तमाना त्रिलिङ्गाः एका शाटिका, एकः पटः, एकं कुण्डं, दश स्त्रियः, दशपटाः, दशकुण्डानि, शाटिका, एकः पटः, ओ पटः, दशपटाः, ओके दशस्त्रियः, ओके। अर्थात् एकाधिकाः सङ्ख्येये द्रव्ये वर्तन्ते, तेन सामानाधिकरण्येन एव तासां वृत्तिः इति अर्थः। यथा एकः विप्रः, दशविप्राः इति। वै इस् दट् दश इस् ओन्लि दश नाट् दशः अप्टु फ्रम् वन् टु नैन् ओन्लि लिङ्ग त्रिषु लिङ्गेषु वर्तते। दश इति आरभ्य दशसङ्ख्या आरभ्य उपरि तत्र तु एक एव रूपम् अस्ति नवदशपर्यन्तः। ओके, सो अप् टु 19 देन्, ओके, दशविप्राः, ओके, सो एक फ्रम् एक टु नवदश सङ्ख्याः सङ्ख्येयेषु, देन् इट् कम्स् लैक् विशेषणपदम्। एकः पटः, एका शाटिका, एकं कुण्डम्, ओके, then just like that, then ekah viprah, dasha vipraha iti, okay, वैयादि तत्र दश नो दश डजन् गो थ्रू द सेम् रूट् लैक् दशः स्त्रियः दशापाट शाटिका दशं दशं कुण्डम् इति न भवति न नवदशपर्यन्ताः इट् सेस् रैट् बट् दश नवदशपर्यन्ताः इति सङ्ख्या सो 1 through 19 बट् दश इट् सीम्स् टु बि ओन्ली वै इस् इट् दशस्त्रियः दशपटाः मेबि शि मिस् देट् अष्ट नव दश अष्टसु अष्टासु ओके नवन् प्रभृतेः नवदशपर्यन्तं शब्दाः सप्तन् शब्दवत् सप्तन् इस् वाट् सप्त सप्त ओ इट्स् नित्य बहुवचनान्त सो ऐ सि ओके नकारान्त सो दशन् दश दश एव ओके यथा एका विप्रा दश विप्राः इति वैयादिकरण्येन वृत्तिः नास्ति अतः एकः विप्रस्य दश विप्राणाम् इत्यादि न भवति ऐ थिङ्क् दश इस् ओन्ली लैक् जस्ट् लैक् सप्त सप्त सप्त वुड् आल्सो बी लैक् देट् महोदय सप्त इट्स् नाट् डिपेण्डिङ्ग् आन् द लैक् दशन् बिकम्स् दश पञ्चन् प्रभृतयः नवदशन् पर्यन्ताः शब्दाः हेव् सेम् डिक्लेन्शन् इन् आल् जेण्डर्स् अण्ड् इन् प्लूरल् ओन्लि ओ ओके ओके सो दे हेव् द सेम् डिक्लेन्शन् इन् आल् जेण्डर्स् अण्ड् इन् ऐ एम् लुकिङ्ग् अट् द सङ्ख्या शब्द इन् द शब्दमञ्जरि महोदय सो देर् इट् सेस् सो इट् विल् बी लैक् दशस्त्रियः जस्ट् लैक् देट् पञ्चस्त्रियः पञ्चपटाः पञ्चकुण्डानि पञ्चपुस्तकं पञ्चपुस्तकानि दट्स् हौ इट् ऐ गेस् इट् विल् गो पञ्च आर् षट् षट् सप्त सप्त सप्त इट् वुड् गो अष्ट अष्ट ऐ गेस् नव नव इट् वुड् गो नवदशपर्यन्ताः सङ्ख्याः सङ्ख्येयेषु वर्तमानाः त्रिलिङ्गाः ओके सो द the visheshyam might change but the vishesha visheshanam goes just as the same word but the other one the visheshyam indicates a different meaning completely I guess yeah so because the next one vimshadyadyaha sadaikatve sarvaha sankhyeya sankhyayoho vimshatihi ityadya yasam taha सङ्ख्याः सङ्ख्येयसङ्ख्ययोः वर्तन्ते विंशतिः इत्याद्या यासां ताः सङ्ख्याः सङ्ख्येय एस् वेल् एस् सङ्ख्ययोः वर्तन्ते एकवचनान्ताश्च ओके सो विंशत्याद्याः सर्व एव सङ्ख्याशब्दाः सङ्ख्येये सङ्ख्यायां च नित्यम् एकवचनान्तः ओके ओके नित्यम् एकवचनान्तः एव वर्तन्ते यथा विंशतिर् गावः गवां विंशतिः अर्थात् विंशत्याद्याः सङ्ख्याशब्दाः एकत्वे वर्तमानाः सङ्ख्येये सङ्ख्याने च वर्तन्ते विंशत्याद्याः सङ्ख्याशब्दाः एकत्वे वर्तमानाः सङ्ख्येये सङ्ख्याने च वर्तन्ते यथा विंशतिर्घटाः विंशतिर्घटानां शतं गावः शतं गवाम् इति विंशत्यादीनां यथा सङ्ख्यार्थः तदा द्विवचन बहुवचने अपि स्तः यथा द्वे विंशति तिस्रः विंशतयः इत्यादि. Did you understand what it is there? Yeah, I think. So, Dve Vimshati is like Dve Vimshati and then Tisra Vimshati. Vimshati, Hrishwana, Virgam Nasti. Vimshati, Vimshati, Vimshatayaha. Like it goes like Mati, Mati, like Kavi, Kavi, Kavayaha. So, if I say Vimshatihi Janaha, then it is like it goes as visheshana visheshyam, so there are 20 people. But if I say vimshati something, then it means 2 times 20. Where does that linga and vachana together applicable should, where yeah, it is should, not applicable no this I saw in that the one that what is that bhashapaka. So vimshati ityukte two times because it is it's two times 20. Vimshati janaha means 40 janas. Vimshatayaha it means 3 times 20 people. Vimshatayaha janaha, because vimshati is from vimshati, it is only strilinga. So that's why they are saying sankhyeye sankhyayam nityam ekavachanantah eva vartante. I sort of don't follow, but then trying to read it again. Mother, I didn't follow the whole thing, not exactly, but if you want to read it. I didn't follow at all. I sort of followed because I had the... Are you able to hear me now? Yes, Bhagini. Slightly better. Slightly better. Now I'm using mobile. Don't say that. Yeah. That's why we are able to hear you. Okay. Maybe you have the phone volume max, Bhagini? Yeah, maximum. Yes, maximum volume. Okay. And charge also is almost full. Okay. But I don't use the phone. Here, the phone I am not using. That may be the another reason, because headphone, it gives an uncomfortable feeling in the ears. That's why I avoid. I used to be like that, Bhagini, but now without the headphone, I cannot be. Okay, then. You'll get used to it, Bhagini. Enakum indila kuru kurungo. One is inside the ear, like a plant. I am using the lobes only a bit, not inside. I don't have a pointed this thing, nostrils for that. I have got a round one which is fitting in the lobes. So nothing goes inside, but still, maybe psychological. I should go and bring my headphones. Sorry, but this I didn't understand at all. What is the... Even I didn't understand. What is meant by that? Vimshatyadyaha sadaikastuye sarva sankhyaye sankhyayaho. What is that? Neenga idhila work parunga. Ashtadhyaya illa dhaan irukka parunga. Idhu ashtadhyaya illa. Idhu namalingana shasana asti. And the bhasha pakal vechindirukkeela neenga? Yeah. Oh, idliye kadaikirda? Illa. what you send me, I have stored it in the cloud. Uma Bhagini, which Swamiji's things you are going to? Is she there? I don't know. Yes, yes, I brought the headphone now. Tell me, what did you ask? No, now hearing properly? What a difference. Yeah. Ah. What a difference. Yeah, Bhagini, okay. Use the headphone, yeah. Okay. See, today I said I miss my Swamiji's class. Anshivaratri special talk is there between 7:15 to 8:15. Then Namaksham Mat from 7:30 onwards, puja is there. Whole night puja. Okay, so which Swamiji is there? It will be difficult to go, so we thought we'll go early in the morning. 2:30 or so, if we go, we can see Shiva Arati and then Sri Ram Arati. And then 2:30 in the night? Yeah. Sometimes I go like that, no? Because brother-in-law doesn't like to drive. When it is, there is traffic. Oh. Is the one? Ah, yes. Yes, Mahodaya. This is Bhashapaka. Ah, this is the Bhashapaka. Here it is a little bit more clearer than what the language is a little more terse. Let us read here. Okay. श्रीमान् उषाभगिनी पठतु. ओके, श्रीमन् गतमासे भवता सङ्ख्याविषये उक्तं, तद्विषये मम इतोपि केचन सन्देहाः सन्ति, पृच्छतु तावत्. शतानां जनानां कृते इति प्रयोगः साधुः, अतः उत असाधुः, असाधुः एव. So, shatanam jananam, it's not right, okay. Shatasya jananam ityeva prayoktavyam. Oh. So, shatanam jananam is wrong. Shatasya jananam ityeva prayoktavyam. Evam tarhi vimshati shatadinam bahuvachana prayogah kim na sambhavati? Sambhavati eva kintu bhavata एव अमरकोशस्य वचनम् उदाहृतं विंशत्याद्याः सदैकत्वे इति विंशत्यादीनां संख्या संख्येयः च इति अर्थद्वयं भवता उक्तं. That's what he's going to say. See, then the Sishya is asking, Bhavata Vuktam Maya Na Avagatam. Vimshatihi Janaha Jananam Vimshatihi Iti Prayoga Dvayam Bhavata Shrutam Kalu. Vimshatihi Janaha and then Jananam Vimshatihi. So both are different. Vimshatihi Janaha जनानां विंशतिः इति प्रयोगद्वयं भवता श्रुतं खलु. आम् उभयविधम् अपि श्रुतम् एव. तन्द आचार्या सेङ्ग् विंशतिः जनाः इत्यत्र सङ्ख्येयवाचकत्वं विंशतिः जनाः इत्यत्र सङ्ख्येयवाचकत्वम् एतादृशे स्थले विंशत्यादीनाम् एकवचनत्वम् एव. सो विंशतिः विंशतिः इस् स्त्रीलिङ्ग लैक् मतिः. सो एतादृशे स्थले विंशत्यादीनाम् एकवचनत्वम् एव. प्रमाणं तु विंशत्याद्याः सदैकत्वे सदा एकत्वे विंशत्याद्याः सदा एकत्वे न सदैकत्वे इस् सदा एकत्वे ऐ थिङ्क् या विंशत्याद्याः सदा एकत्वे सर्वाः संख्येय संख्ययोः. दट् इस् अमरकोशा स्टेट्मेण्ट्. not very clear, but then I think finally later it comes up better later. Pramanam vimshatyadhyaha sada ekatve sarvaha sankhyeya sankhyayoho iti आदशभ्यः सङ्ख्याः सङ्ख्येये वर्तन्ते तत पूर्वं सङ्ख्याने सङ्ख्येये च भाष्यं सेस् दट् आल्सो इस् वेरि टर्स् बट् देन् लेटर् आन् द आचार्य सेस् इट् बेटर् एवं तर्हि जनानां विंशतिः इत्यत्र सो विंशतिः जनाः इस् ओके विंशतिः इस् सिङ्गुलर् but janaha there is plural so vimshatihi janaha is correct okay then now the student is asking jananam vimshatihi what does it mean jananam vimshatihi ityatra tatra sankhya matra vachakatvam sankhya matra vachakatvam not sankhyeye I guess sankhya tatra sankhya matra vachakatvam etadrishe stale vimshatyadinam dvitva द्वित्वबहुत्वे अपि प्रामाण्यं तु यथा अमरकोशे सङ्ख्यार्थे द्विबहुत्वे स्तः इति एवं तर्हि नौ द शिष्या सिङ्ग् एवं तर्हि जनानां विंशतिः इति यथा इति यथा तथा एव जनानां विंशति जनानां विंशतयः इत्यादयः अपि प्रयोगाः सम्भवन्ति सो जनानां विंशतिः इति स्थिते जनानां विंशतिः इस् सिङ्गुलर् देन् जनानां विंशति इति कृते विंशति दीर्घ ईकार इस् द्विवचनं देन् जनानां विंशतयः इस् बहुवचनम् इत्यादयः अपि प्रयोगाः सम्भवन्ति आम् किन्तु अर्थभेदः भवति यथा जनानां विंशतिः is 20 janaha jananam vimshati is 20 times 2 40 janaha jananam vimshatayah 20 times 3 is 60 janaha tate api adhikah va that I don't follow anyway shata no, sahas because it is bahu why it is because bahuvachanam it is see yeah yeah but then 3 and no, above no. 3 and above that's all yeah yeah 3 and above but tatopi adhikah va or it can be more than that also he is saying but not exactly how much yeah shada sahasrati shabdanam prayogah api evam eva kalu shata sahasrati shabdanam prayogah api evam eva kalu am vimshatyadhyaha vimshad okay vimshati adi a navatehe strilingah bhavanti okay shata sahas navatehe is what 90 or 99 vimshadyadya vimshati arambatah and then navati is navatehe right navati is 90 or 90 90 90 90 only but then the 100 from the 90 to 100 then what happens 100 is 100 minus 1 is 99 That's how you yeah. say that, no? Normally. Yeah. Unanavati. That is 89. Unanavati is 89. Navanavati is 99. Navanavati, yeah. So, Navati is only 90. Okay, so, no, because then they are talking about 100 and 1000. आ नवतेः स्त्री ओके सो विंशत्याद्याः आ नवतेः स्त्रीलिङ्गाः भवन्ति शतसहस्रादयः नपुंसके शतसहस्रादयः नपुंसके सो शतम् अण्ड सहस्रादि सहस्रदयरा नपुंसके ओके कोटिः अगेन् बिकम्स् स्त्रीलिङ्ग and then shatam also shatam so that is why they two are above sagalinga I think yeah yeah shatam and sahasram yeah yeah yeah shata sahasradayah it says shata sahasradayah because sahasradayaha would be like in plural, then starting from shata up to sahasra arra, I guess. So all those would be napumsakalinga. Shata sahasradayaha napumsake. Kotihi Striyam. Again, it reverts to Strilinga after that. So, Vimshati, from Vimshatiyan, it is Strilinga up to 90. And then 90 through 99, they are not saying anything. But Shata and Sahasradayaha Napumsake Kotihi Striyam. Ataha Lingam Manasi Nidhaya Vachana Vyavastam avismritya sankhyaah prayoktavyaah. Already I always find sankhya shabdas are very difficult, and then on top of it, yeah, now with linga and vachana, you have to remember both. Oh god. Avismritya sankhyaah prayoktavyaah, sankhyanam linga vachana vyavastha nitaram vilakshana. Oh my god, this is they know to make it very tough for the students. So, Shatam. So, what is the nutshell, in the nutshell? So, from Eka Dasha, from 1 to 19, from 1 to 1, 2, 3, 4, they decline in all genders. And then from 5 up to 19, the 5 will always stay, 5 through 19 would always be in plural. But that doesn't depend on the linga. No, it doesn't depend on the strilinga or like ekaha. Eka shatika, ekaha pataha, ekam pustakam. Okay. Then dashas remains the same. Dashas triyaha, dasha pataha, dasha kundani. So, arthat eka adhikaha sankhyeye dravye vartante. So, with respect to the dravya, tena samana adhikaranyena eva tasam vrittihi iti arthaha. तेन सामानाधिकरण्येन एव तासां वृत्तिः इति अर्थः यथा एकः विप्रः दश विप्राः इति. सो विप्राः इस् प्लूरल्, सो नौ दश विल् आल्सो बी इन् प्लूरल् विच् इस् ओन्ली दश. बट् सो वेन् ऐ से विप्रः एकः विप्रः, ओके ओके ओके या या. Then dasha cannot be in singular. Dasha is always going to be plural. Okay. Vayadikaranyena vrittihi nasti ataha ekaha viprasya dasha vipranam ityadi na bhavati. Oh, okay, okay. Ekaha viprasya dasha vipranam ityadi na bhavati because vayadikaranyena सामानाधिकरण्यम् एव वृत्तिः भवति, वैयाधिकरण्या नास्ति. ओके, वृत्तिः नास्ति. एकस्य विप्रस्य इति भवति वा? एकः विप्रस्य, विप्रस्य इस् एकः विप्रस्य, एकः विप्रस्य न भवति. तत् किं भवति? एकस्य विप्रस्य इति विशेषं विशेषरूपे भवति. दश विप्राणाम् इत्यादि न भवति. सो एकः विप्रस्य एकस्य वित्तस्य दशानां विप्राणाम् इति भवति न इत्यादि दश विप्राणाम् इति न भवति. इस् वाट् गिवन् महोदय. यत् न भवति किं वद, किं भवितुम् अर्हति मम प्रश्नः. यदि एकः विप्रस्य इति न भवितुम् अर्हति, तत् किं भवितुम् अर्हति? एकस्य विप्रस्य इति साधु वा? एकस्य विप्रस्य वुड् बि वाट्? या, करेक्ट्, या. एवं दशविप्राणाम् असाधु, दशविप्राणाम् असाधु, दशानां विप्राणाम् इति साधु. दशानां विप्राणाम् इति साधु. या यस् महोदय. Because is it so or different? He says, you know, the student asked in the beginning, just check once again. Little up we have to go. A student asked, no, sadhuva dashanam jananam krite. Shatanam, that is shatanam, right? That is for the 100 shatanam. I also don't know beginning. Shatasya janana iti eva prayoktavyam. Shatasya janana, shatasya janana iti eva prayoktavyam. That okay, is for shata. Not shatana janana. Okay. Shata sakastra. Yes, that is for shata. Yeah, not dasha. Okay. Shata dasha unna veriyar. Kintu babatai. विंशत्याद्याः सदैकत्वे विंशत्यादीनां संख्या संख्येय. सो फ्रम् विंशति इट्स् अलोन् देन् यु हेव् टु वरि अबौट् विंशति टु 90 इट्स् वेर् द वेर् दिस् प्राब्लम् आफ् विंशतिः जनाः अदर्वैस् जनानां विंशतिः. See, this Jananam Vimshati is not an issue that we can understand how it is coming. But the problem is on in from this area. Jananam Vimshati is only 120. Why a single 20 Janaha? See, Jananam Vimshati, see that this thing, last line in the screen. Kintu Artha Bhedaha Bhavati Tayatha. No, that is understandable. Those three lines are understandable. Jananam Vimshati, Jananam Vimshati. Jananam Vimshatayaha, that is understandable. But when we are not, if after 2-3 days, if we will forget about Vimshatihi Janaha is different from Jananam Vimshatihi. Now the confusion would be Vimshatihi Janaha and Jananam Vimshatihi. After a month, I might say, Vimshati Janaha Ityatra, Vimshati Janaha Ityatra, Sankhya, Sankhyaya Vachakam. Sankhyeya Vachakatvam is the one that is then, it's like a normal... What is Sankhyeya Vachakam? Sankhya Vachakam, what is Sankhya Vachakam, what is Sankhyeya Vachakam? Even that I'm not able to make out. Yeah, I mean, it is confusing here, yes. See, Adashabhyaha Sankhyaha Sankhyeye Vartante. Tata Urdvam Sankhyane Sankhyeya cha. So I also wrote somewhere what Sankhyeya is means Sankhya for enumeration of objects. Like Vimshati Janaha, Vimshati Kaka, Trimshat Palani. Like that. Then Sankhyeya is Sankhya for enumeration of objects. So many objects. But the other one, not Sankhyeya, but Sankhyane. Sankhyane is the one that is different. Sankhyane is the one that is multiplying by 2 and 3 and all that. Sankhyane. Sankhyeya. Those that are to be counted. Counted. Yeah. For enumeration of objects. To be counted. Yeah. That's what it says. Objects to be considered for counting. Like we saw 20 jana, 30 fruits, something like that. Bahubrihau sankhyeye daja bahu gaganat. Why is that familiar, that sutra? Sankhyeye. Oh, because we read in the sutra book. And then you show just now showed that table, no, is the red color. Show it again. There they given the Sri Lingam Pudalam differences. No, this is Sankhyeyah. That is the Sankhyeya, it is the Pratipadikam. Yeah. But Sankhyane, Mahodaya, can Sankhyeya is for counting. Sankhyeya is for enumeration. 20 of you go out, like that when we say that 21, when they count, it's at Sankhyeya. Okay. Sankhyeya. Sankhyanam means numbering. Becoming, seeing as appearance. Sankhyanam means calculation. Oh, I see. So that is why they say, call that multiplication and all that. Sankhyanam, klibam, okay. Is calculation. Sankhya numbering or calculation. सर्वेषां गुणानां सङ्ख्यानां प्रकाशो यस्मात् सङ्ख्या सङ्ख्यार्थं पूर्वख्या धातो अनुप्रयोगेन निष्पन्नम् इति सङ्ख्याः सङ्ख्यानाम् अन्यत् प्रतिषिते च दोग्धा च सङ्ख्याने कुशलो गवां नित्यावादी च सङ्ख्याने सङ्ख्याने इति सङ्ख्यानं सङ्ख्याने नपुंसकलिङ्गमस्ति न क्लीबमस्ति नपुंसकलिङ्गमस्ति सङ्ख्यानं सङ् प्लस् ख्या प्लस् ल्युट् ल्युट् सर्वदा नपुंसकलिङ्गे अस्ति न आं महोदय सङ्ख्यानम् इस् अकौण्टिङ्ग् सङ्ख्येय इस् टु बि कौण्टेड् नो दट् इस् केल्कुलेशन् सो नम्बरिङ्ग् आर् केल्कुलेशन् दिस् इस् आब्जेक्ट्स् आफ् एन्यूमरेशन् नाट् न्यूमरस् डेफिनेट् इन् नम्बर् केल्कुलबल् टु बि नम्बर्ड् अजेक्टिवस् So coming to this one, Shadanam Jananam Sadhu Nasti Asadhu Asti Shadasya Jananam Iteva Prayoktavya. Why? Evan Tarhi Vimshati Shadadinam Bahuvachana Prayogaha Kim Na Sambhavati. No, Shata is always going to be Ekavachanam, right? शतस्य जनानाम् इत्येव प्रयोक्तव्यम् इस् वाट् इट् सेस् तर्हि विंशति शतादीनां बहुवचनप्रयोगः किं न सम्भवति सम्भवति एव किन्तु भवता एव अमरकोश ओके विंशत्यादयः सतैकत्वे विंशत्यादीनां सङ्ख्या सङ्ख्येयः च इति अर्थद्वयम् अर्थद्वयम् So that's where then Vimshati janaha vimshati janana vimshati iti prayogadvayam bhavata shrutam khalu aam ubhayam idam api shrutam eva vimshati janaha ityatra sankhyeya vachakatvam vimshati janaha iti edadrisha stale vimshatyadinam ekavachanam एकवचनत्वम् एव प्रमाणं तु विंशत्याद्या सदैकत्वे सर्वाः सङ्ख्येयः सङ्ख्येयोः इति आ दशभ्यः सङ्ख्याः सङ्ख्येये वर्तन्ते आ दशभ्य मीन्स् स्टार्टिङ्ग् फ्रम् दशभ्यः सङ्ख्यायाः सङ्ख्येः वर्तन्ते तत् ऊर्ध्वं सो फ्रम् दश टु 20 संख्याः संख्येये वर्तन्ते. संख्येये वर्तन्ते मीन्स् एकवचनमेव. सो विंशत्याद्याः सदा एकत्वे, सदा एकत्वे सर्वाः संख्येयसंख्योः संख्ययोः. सो वेन् फ्रम् विंशति आल्सो विंशत्याद्याः सदा एकत्वे सर्वाः संख्येयसंख्ययोः. आदशभ्यः संख्याः संख्येये वर्तन्ते, तत ऊर्ध्वं संख्याने संख्येय च. फ्रम् टेन्त् अट्लीस्ट् द भाष्यं सीम्स् बि लिटल् बिट् फ्रम् टेन् अप् टु संख्या. Which one to take? This one? I think Sankhyaya is also means the ordinals, Mahadeya. Sankhyayaha, Abheya, Asan, Adura, Adhika, Sankhya, Sankhyaya, UTSP. What does that mean? Indeclinable words and birds. Asana, Adhigura, Madhigam. Oh, not this one. Daja Bahugana Vatu Dati Sankhya. I think it's 5-4, Mahodaya. I will tell you the number. Yeah, Bahu Ganabhatu Uji Sankhya. 1123, yeah. Oh, that is defines what is Sankhya. That is Bahu Ganabhatu Dati. But Daja Bahu Gana is what we were reading, Mahodaya. Daja Bahu Gana. Maybe I am... It said Daja. Bahu Vriho Sankhya. This is Bahu Vriho. Uttarapatam Bahu Tada Gana Guna Eta Shabda Vihaya Kashchana Anya Sankhya Vajaga Shabda Asti Tasman गणानां गम्यमानायां डच् इति समासान्तप्रत्ययः भवति. अनेन सूत्रेण बहुव्रीहि समासस्य विषये डच् इति समासप्रत्ययः विधीयते. दशानां समीपे ये सन्ति उपदशान् डच् उपदशाः. सो दिस् इस् समासविषये अस्ति बहुव्रीहि. This will not take us anywhere. Here there is something which I saw suddenly and no. anyway, I think we'll have to break our head. Or let us wait. Yeah, we need to explain. Even then, I don't think it will be clear. Looks like I have to do a research on that myself. With examples. Okay. Tastaischa gunaihi shashti samasyatehi. Vaktavyam. Tastaischa. This is clear. No, there is no doubt in that. Yada chandanasya gandaha. Iti gaunagandaha iti gaunaprayoga. Chandanagandaha iti gaunaprayoga nasti. Gunasya gaunaprayoga nasti. मुख्यविषयम् अस्ति इति कृत्वा चन्दनस्य गन्धः इति चन्दनगन्धः इति समस्तपदं भवति. तस्य आधारमस्ति तत्तैश्च गुणैः षष्ठी समस्यते समस्यत इति वक्तव्यं. यदा गृहे तिष्ठति गृहस्थः वानप्रस्थः इत्यादि उपपदस्य वानप्रस्थ उत्तरदानि उपपदसमासः तदा तस्मिन् तिष्ठति इति तत्स्थः इति उपपदसमासः. तस्थः तत्सः इत्यत्र तत् इत्यतेन द्रव्यम् इत्यर्थः. तत् स्तः गुणः नाम ये गुणः द्रव्यपद्यते. तत्तैश्च गुणैः षष्ठी समस्यत इति वक्तव्यम्. इत्यनेन वार्तिकेन द्रव्याणां प्रति आन् अनुपूर्वसर्जनीभूत आनुपूर्व्य और् अनुपूर्व अनुपसर्जनीभूत ओ उपसर्जनी अनुपसर्जनीभूतः यः गुणः अस्ति तेन इत्युक्ते मुख्यगुणः यः अस्ति तेन सह षष्ट्यन्तसमासस्य द्रव्यस्य समासः भवति. न उपसर्जनीभूतः गुणः अनुपसर्जनीभूतगुणः इति नै बहुव्रीहिसमासः. उपसर्जनीभूतः नाम गौणीभूतः अनुपसर्जनीभूतः मुख्यगुणः इत्यर्थः. अर्थात् सामान्यतया गुणस्य प्राधान्यं न भवति यतोहि गुणः द्रव्यम् आश्रयित्य एव तिष्ठति. गुणः द्रव्यस्य विशेषणं भवति. द्रव्यमेव प्रधानं भवति. गुणः अप्रधानः भवति. यतः शुक्लः घटः इति वदामः चेत् घटस्य एव प्राधान्यम् अस्ति. शुक्लः अप्रधानः गुणीभूतः अस्ति. किन्तु कुत्रचित् गुणः गौणीभूतः न भवन्ति. गुणस्य एव प्राधान्यं भवति. तादृशस्थलेषु समासः दृश्यते. यदा चन्दनस्य गन्धः कवित्तस्य रसः ब्राह्मणस्य वर्णः पटस्य शब्दः तो वी केन् हियर् इस् इट्स् शङ्खनादः शङ्खनादम् अथवा वीणावादनम् वि केन् यूस् दट् आल् दोस् थिङ्ग्स् हियर् नो नद्याघोषः घटस्य रूपं घटरूपं दट् इस् द वन् वा भगिनि श्रूयते न श्रूयते महोदय ऐ डोण्ट् नो इफ् शी केन् हियर् देन् गुणान्तरेण समासस्तरलोपो चेति वक्तव्यं. तत् पठति वा उमा भगिनी? पठामि पठामि. गुणोत्तरेण गुणोत्तरेण समासस्तरलोप श्वेति सारि समासस्तरलोपश्चेति वक्तव्यं. वार्तिकार्थः गुणवाचि तरबन्तेन ओके तरबन्तेन सः षष्ठीसमासः तरप्रत्ययलोपश्च भवति. अर्थात् गुणवाचिनः प्रत्ययान्तस्य शब्दस्य षष्ट्यन्तेन सुबन्तेन सह समासः विकल्पेन भवति यथा च सारि तथा च तरप्रत्ययस्य लोपः भवति न निर्धारणे पूर्णगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन इति यः इति च निषेधस्य प्रसवः अयं वार्तिकम् ओके ओके पूर्णगुणसुहितस्य निषेधवाक्यम् ओके निषेधवाक्यम् अण्ड् देन् तस्य प्रतिप्रसवः ओके तात्पर्यं यत् षष्ठी इति सूत्रेण यत्र षष्ठीसमासः प्राप्तः आसीत् तस्य निषेधः क्रियते न निर्धारणे पूर्णगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन च इत्याभ्यां सूत्राभ्यां प्रकृतवार्तिकम् अनयोः सूत्रयोः निषेधकार्यं बाधित्वा पुनः षष्ठीसमासस्य विधानं तथा च तरप्रत्ययस्य लोपं करोति अतः इदं कार्यं शास्त्रे प्रतिप्रसवः इति उच्यते तर्हि पुनः षष्ठीसमासः आगच्छति प्रतिप्रसव प्रसवेन सन्देत् हलो शृणोति वा श्रूयते so if you read some examples perhaps that will be more clear no okay ramah chetatarah sarvesham chetatarah iti vakyam ramah sarvesham cheta sarvesham chetatarah sarvesham okay normally taraprati is for comparison only no not for total yeah yeah when you say you can use also total ओके ओके रामः सर्वेषां श्वेततरः इति वाक्यं स्वीकुर्मः अस्मिन् वाक्ये रामस्य पृथक्करणं क्रियते संज्ञाम् आश्रित्य अतः सर्वेषाम् इति षष्ठीविभक्तिः जाता यतश्च निर्धारणम् इत्यनेन सूत्रेण यतश्च निर्धारणम् इत्यनेन जातिगुणक्रियाभिः समुदाय एकदेशस्य पृथक्करणम् ओहो समुदाय मीन्स् पृथक्करणम् ओके नो समुदायात् एकदेशस्य पृथक्करणम् समुदायात् एकदेशस्य ओके वन् औट् आफ् द ग्रूप् ओके श्वेततर व्यावृत्तधर्मविशेषवत् अवबोधनं निर्धारणम् इत्युच्यते श्वेततर व्यावृत्तधर्मविशेषवत् अवबोधनं वाट् इस् द मीनिङ्ग् आफ् दिस् ऐ डोण्ट् अण्डर्स्टाण्ड् श्वेततरवृत्तधर्म इस् द वन् पार्ट् आफ् इट् तत् विशेषवत् विशेषवत्त्वस्य बोधनं श्वेततरव्यावृत्तधर्मः इत्युक्ते द श्वेतवर्णस्य व्यावृत्तं मीन्स् इस् टोटल् धर्मविशेष सो श्वेततरव्यावृत्तधर्मः येन रामः रामस्य विशेषत्वम् अवबोधनं भवति not very clear not shvetatarah means shvetah sarve shvetah tatra tasmin ramah namna vyakti shvetatarah sarvesham shvetatarah he is iti krutva shvetatar sheta shveta shvetara vyavrutta shveta श्वेततर व्यावृत्त धर्म विशेषवत्त्वं तस्य अवबोधनं शेषतर विशेषधर्म विशेषत्व अवबोधनम् इति समस्तपदम् श्वेततर व्यावृत्त धर्म श्वेततर धर्म विशेषः नार्मलि वाट् ऐ डू इस् दट् अवबोधनं भवति कस्य विशेषत्वम् इति अवबोधनं भवति विशेषत्वं किम् अस्ति धर्मस्य विशेषत्वम् अवबोधते कीदृशधर्मः श्वेततरव्यावृत्तधर्मः इति श्वेतधर्मः इति नास्ति श्वेततरव्यावृत्तं केवलं रामे अस्ति सर्वेषां श्वेतत्वम् अस्ति No, no, they are all Shweta, Shweta Varnaha, those Janaha. Amongst them, the most white-colored person is Ramaha. Right. Tad deva nirudharanam kriyate. Sarveshu pratak kriyate. Samudayat ekadeshasya pratakkaranam. Okay, okay. Samudayat ekadeshasya pratakkaranam, okay. But that is also Tara only used, okay. See, normally when in my this is my technology or my methodology, when such a thing, complicated thing comes, I go reverse way. Avabodhanam bhavati. Kasya avabodhanam? Visheshavattvasya avabodhanam. Visheshavattvam kim asti? Dharmaha asti. Kidrasya dharmaha? Vyavritta dharmaha. Kena vyavrittam? Shvetataratya vyavrittam. So when you go like this, you get the meaning of the whole samasta pada. Yeah, that is right. Agrima, vakyam padu. Okay. Yataha nirdharanam tada. One second. Okay. Itena pratakaranam shvetatarasya. Yataha nirdharanam tataha shashti. सप्तम्यो विभक्ति भवति भवतः विभक्ति भवतः एषष्टि आर् सप्तमी ओके रामः सर्वेषु श्वेततरः इति अपि वाक्यं स्यात् विकल्पेन रामः सर्वेषु आर् सर्वेषां बोत् पासिबल् ओके रामः सर्वेषु श्वेततरः आर् सर्वेषां श्वेततरः ओके अपि वाक्यं स्यात् विकल्पेन श्वेतः इति गुणवाचकशब्दः तस्मात् द्विवचन विभज्य उपपदे तर तर ईयसुनौ प्रत्ययद्वयम् तर एवम् ईयसुन् तद्धितप्रत्ययः न भोतर् तद्धितप्रत्ययः द्विवचनविभज्ययोपपदे तर ईयुसुनौ सो द्विवचनं विभज्य उपपदम् भवति चेत् तत्र सूत्रेण द्वयोः एकस्य अतिशये द्वयोः एकस्य फ्रम् द टु वन् इस् बीङ्ग् अतिशय तत्र तरप्रत्ययः विधीयते चेत् श्वेततरः इति रूपं लभ्यते इदानीं सर्वेषां श्वेततरः इत्यत्र षष्टिसमासः न स्यात् यतोहि सर्वेषाम् इत्यत्र षष्टिविभक्तिः जाता निर्धारणार्थे अतः न निर्धारणे इति सूत्रेण षष्टिसमासः निषेधः स्यात् अपि च श्वेततरः इति शब्दः गुणवाचकः नास्ति इत्यतः सर्वेषां श्वेततरः इत्यत्र षष्टिसमासः निषेधः गुणवाचकः अस्ति इत्यतः सर्वेषां श्वेततरः इत्यत्र षष्टिसमासः निषिध्यते स्यात् पूरणगुणसुहितार्थसदव्येतव्यसमानाधिकरणेन इति सूत्रेण आहत्य अत्र द्वाभ्यां सूत्राभ्यां षष्टिसमासः निषेधः जायते परन्तु गुणोत्तरेण समासतरलोपश्चेति वक्तव्यम् इति वार्तिकेन अनयो सूत्रयो निषेधकार्यं बाधयित्वा पुनःषष्टिसमासं विधानं क्रियते एवं तरप् लोपः अपि भवति So you can make it, even though it's Nishidyate, again it comes to Shashti Samasaha only. So the Tarap is dropped. Yeah. Sarveshan Shweta Taraha, Tatara Tarap Lopa Bhavati, Sarva Shetaha Iti Bhavati. Okay, okay. Mm. Namaha, Sarveshan, Apekshaya, Yah Shvetaha, Asti Saha, Sarva Shetaha Iti Arthaha. अलौकिकविग्रहवाक्यं सर्वायोगः आम् श्वेततरयुगस्सु अर्थः श्वेतः इति प्रातिपदिकात् द्विवचनविभज्ययोपपदे तरपि असुनौ इति सूत्रेण अतिशयार्थे तरप्रत्ययविधीयते श्वेततरः इति पदं निष्पन्नं भवति. श्वेतः इति गुणवाचकं पदमस्ति. षष्टि इति सूत्रेण षष्टिसमासः प्राप्तः आसीत्. तस्य निषेधः भवति न निर्धारणे पूर्णगुणसुहितार्थसदव्येदमाद्य समानाधिकरणेन इति अभ्यां सूत्राभ्यां. तदनन्तरं गुणोत्तरेण तरप्लोभश्चेति वक्तव्यम् इति वात्तिकेन अनयो सूत्रयो निषेधकार्यं बाधयित्वा पुनः षष्टिसमासस्य विधानं तदा च तरप्रत्ययस्य लोपः क्रियते सर्वश्वेतः इति प्रातिपदिकं सिद्धं भवति. समासप्रक्रियां कृत्वा सर्वश्वेतः इति समासः निसिध्यति. सर्वेषां महत्तरः तर्वत् सर्वमहान् इति. ओके, महत्तरः तत्र महान् इति सर्वेषां कृष्णतरः तत् सर्वकृष्णः. सर्वेषां शुक्लतरः सर्वशुक्लः गौ. अस्तु. Then, this we have studied, Nirdharane, what is Yadasya Nirdharane, as well as Nirdharane, iti Sutra Dvaya, Purvam Padita Asti. Then, Suhidartha iti Tritiya Vakyam, Purana Guna Suhidartha iti Sutra. That has not been taught in the class, so that we will study there. Okay. Okay. Only the Sankhya thing is still confusing and I am not clear about it. Mahodaya, Sankhyeye is means the ordinals, Mahodaya, not the cardinals. Like first, second, third, fourth, fifth, sixth. So for that is what the Sankhyeye. That's what I think. Sankhyeye Shap. And Sankhyane is the normal. Because Vimshatihi Janaha and Jananam Vimshatihi, both of them are the short Ikara. Only the Janaha here, Jananam, I think it's Sankhyeya means the ordinal numbers. The count he said enumerating and all that for enumeration of objects. She had mentioned the ordinal number somewhere. No, the ordinal number that we did for Purana Pratyanta Shabdaha. Purana Pratyantaha is the ordinal numbers. Purana Guna Sukhitartha Sadabhya Sabhya Samanadi Karanena. Their Purana Pratyanta Shabdaha is the ordinal numbers. Tasya Purne Dat. Tasya Purne Dat and up to Shashtyadehe cha Asankhyadehe Asankhyadehe Sadam Shashtaha Tatra That iti Akara eva shyade na Adir Nyutava and Tith Akara eva shyade. Then the Takara would for Chaturtha the Takara something like that would come. Yeah. Tuk Agama. Shat Kati Kati Paya Chaturam Tuk Agama would come. And so we said Chaturta. Shashit the Takara and then the Tunashuhu would become Shashita. Okay. That is for Shash. Chaturam. For this one. So Shat अस्ति, कति कति अस्ति, कतिपय अस्ति, चतुर् अस्ति, तेषां तुक् आगमः भवति, न अन्यत्र. No, but then under that there are so many sutras, right? Tasya Purne Dat, starting from there, and then there is so many 10 or 12 sutras for that, under that section. Mm-hmm. It starts with Tasya Purne Dat. So Sankhyeya Shabda is ordinal Shabda is what I think. Look into the Apte dictionary mode. Tasya Purane Dat Nanda Nanda Da Sangye Kyangya Der Mat Yat Yat Chandasi Ya Mat Tat Shat Katibaya Chaturabhyam Thuk Bahu Bahu Pug Gana Sankhyaye Ti Thuk. Then, नित्यं शदादि महासादि मासा वंसर मासंवत्सराच्च तत्र नित्यत्वम् अपि षष्ट्यादेश्च संख्यायतेः. Those things feel very, this feels like very, we have studied all those. Anyway, so this vimshati and sau eka dashah vimshati, that is something which this one particular, these two, yeah, they are not very clear, but maybe we'll wait for her to bagini. Yes, okay, we'll stop there. Thank you. Yes, thank you. Thank you so much. Namaskara. Yeah, namaskara. Namaskara, Mahodaya. Namaskara, Usha Bagini. Namaskara.